ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तुते येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। गतसप्ताहे वयं तत्र केचन तत्र हालुसन्धिसूत्राणां विषये तत्र चिन्तितवन्तः। अस्मिन् करपत्रे धातुविज्ञानं द्वितीय इति करपत्रे तत्र प्राकृतिक चत्वारि प्राकृतिककार्याणि सन्ति, तेषु यः तृतीयं ध्वनि न श्रूयते वा? श्रूयते श्रूयते महोदय, सम्यक् श्रूयते एव महोदय। सम्यक् बहिर्गत्वा पुनः आगतु भगिनि, अन्येषां कृते तु सम्यक् अस्ति भगिनि। सो यः तत्र तृतीयप्राकृतिककार्यम् अस्ति इदितो नुम् धातोः, इदित् धातुषु यः नुमागमः भवति तस्य नुमागमस्य प्रायशः सः नुमागमः मित् अस्ति, अतः धातुषु यः अन्तिमस्वरः तस्य अनन्तरं तत् नुमागमः भवति इति वयं दृष्टवन्तः। सो ये इदित् धातवः तत्र सन्ति तेषां नकारस्य तत्र आगमः भवति अनुबन्धानां निष्कासनम् अनन्तरं प्रथमसोपाने एव, इत्युक्ते नकारयुक्त यः रूपम् अस्ति तदेव लौकिकरूपम्, परन्तु तत्र अन्ततो गत्वा तस्य नकारस्य तत्र किञ्चित् परिवर्तनं भवति। सो तत्र तस्य नकारस्य अनन्तरम् एतानि सर्वाणि सूत्राणि इत्युक्ते मोनुस्वारः अनुस्वारस्य ययि परस्वर्णः नश्चापदान्तस्य झलि अपि च वा पदान्तस्य, एतानि सर्वाणि सूत्राणि त्रिपादीसूत्राणि। अतः एतेषां विषये त्रिपादीसूत्राणां विषये अन्ते एव चिन्तनीयम्, इत्युक्ते सपाद सप्ताध्यायीसूत्राणां कृते त्रिपादीसूत्राणि असिद्धानि, अतः पूर्वे एव तत्र कार्यं न करणीयम्। सो यदा वयं नकारयुक्त लौकिकधातुः लौकिकरूपं तत्र नयामः तत्र अनन्तरं तत्र प्रत्ययस्य योजनं भवति, प्रत्ययस्य कारणेन तत्र गुणकार्यम् अथवा वृद्धिकार्यम् अङ्गे अपि कार्याणि तत्र सम्भवति, अनन्तरम् अङ्गस्य कारणे तत्र ये तिवादयः तेषां विषये तत्र कुत्रचित् परिवर्तनं भवति, तत्र ये तिवादयः तेषां यः मूलरूपं भिन्नभिन्नलकारेषु तत्र मूलरूपाणां तत्र किञ्चित् भिन्न आदेशः तेषां प्रत्यादेशः भवति। सो तत् सर्वम् एकवारं कृत्वा अन्ततो गत्वा यः इदित् धातुषु नुमागमः भवति अन्ततो गत्वा सः नुमागमः तत्र कुत्रचित् परिवर्तते। सो प्रथमं सूत्रमस्ति नश्चपदान्तस्य झलि धातुषु विषये, इत्युक्ते धातुषु विषये यः नुमागमः भवति सः प्रायशः कुत्रचित् मध्ये भवति अन्तिमस्वर अनन्तरं भवति। सो नश्चपदान्तस्य झलि इति सूत्रं वदति अपदान्तनकारस्य पदस्य अन्ते मा भवेत्, कुत्रचित् मध्ये भवेत्। अपदान्तनकारस्य अपि च आपदान्तमकारस्य तत्र झल्वर्णस्य झल्वर्णे परे तत्र तस्य अनुस्वारादेशः भवति। अनन्तरं वदति अनुस्वारस्य ययि परस्वर्णः, सो यः अनुस्वारः अत्र अनेन सूत्रेण तत्र इदानीं तत्र अभवत् नकारस्य स्थाने अपि च मकारस्य स्थाने, तस्य ययि वर्णः परे अस्ति, यै वर्णः परे अस्ति चेत् तस्य परसवर्ण आदेशः भवति। सो वयं जानीमः तत्र यः वर्णमालायाम् अथवा यः अस्माकं महेश्वरसूत्राणि सन्ति तत्र महर्षिणा अनुस्वार अपि च विसर्गस्य विषये किमपि न उक्तं, यद्यपि एतत् वर्णः एव, वर्णद्वयमेव, अनुस्वार अपि च विसर्गः, परन्तु महेश्वरसूत्रेषु तत्र वयं न तत्र महर्षिणा एतेषां विषये तत्र चत्वारि अयोग्यवाः सन्ति तेषां विषये न उल्लेखितम्। सो अत्र वयम् इदानीं वयं जानीमः अनुस्वारः कुत्र आयाति। सो अपदान्तनकारस्य स्थाने तत्र अनुस्वार आदेशः भवति, अपदान्तमकारस्य स्थाने व्याकरणे, व्याकरणशास्त्रे, संस्कृतभाषायां तत्र अनुस्वारस्य तत्र किं वदामः जन्मः इत्युक्ते तत्र नकारस्य एव परिवर्तनम् अनुस्वारः, मकारस्य एव परिवर्तनम् अनुस्वारः। अनन्तरं वयं दृष्टवन्तः अनुस्वारस्य ययि परस्वर्णः यः सूत्रम् अस्ति तत्र किमपि न लिखितम् अनुस्वारः कुत्र भवेत्। सो लोकेशन् अत्र नास्ति, कस्य अनुस्वारसि परे तत्र यै वर्णः अस्ति चेत् तस्य परसवर्णादेशः भवति, किमपि न लिखितम्। अतः वयं किं वदामः, एतत् सामान्यनियमः। सो अनुस्वारस्य यै वर्णः परे अस्ति चेत् पदान्ते अस्ति, मध्ये अस्ति, कुत्र यत्रापि अनुस्वारः अस्ति तस्य परे तत्र यै वर्णः अस्ति चेत् तस्य परसवर्ण आदेशः भवति इति सूत्रस्य अर्थः। परन्तु 8458 साक्षात् अनन्तरं महर्षिः वदति, तत्र नियमः करोति महर्षिः इदानीं, प्रथमे सामान्यनियमः, अनुस्वारस्य यै वर्णे परे परसवर्ण आदेशः भवति। अत्र अनुस्वारस्य षष्ठी अस्ति, स्थानीपदमस्ति। सो अनुस्वारस्य स्थाने तत्र परसवर्ण आदेशः भवति, कस्य परे यः यै वर्णः तस्य सवर्णः इति आदेशः भवति। सो 58 साक्षात् अनन्तरं तत्र अस्ति 59 सूत्रम्, 59 सूत्रम् अस्ति वा पदान्तस्य, 8459 साक्षात् अनन्तरं। सो वा पदान्तस्य इति सूत्रे पूर्वसूत्रात् सम्पूर्णतया तत्र अनुवृत्तिः भवति। सो अनुस्वारस्य पदान्त अनुस्वारस्य वा ययि परसवर्णः, सो यः पदान्ते अनुस्वारः अस्ति, पदस्य अन्ते यः अनुस्वारः, पूर्वसूत्र आधारेण तस्य यै वर्णे परे तु परसवर्ण आदेशः भवति, परन्तु इदानीम् अस्मिन् सूत्रे किञ्चित् तत्र सङ्कोचः भवति। पदान्तानुस्वारस्य वा आदेशः इत्युक्ते विकल्पेन आदेशः, अस्माकम् इच्छा अस्ति चेत् करणीयं, नास्ति चेत् न करणीयम्। अतः तत्र एतत् सूत्रं वा पदान्तस्य। अनन्तरं वयं दृष्टवन्तः 59 मोनुस्वारः। सो मोनुस्वारः इति सूत्रे मह अनुस्वारः इति सूत्रमस्ति, अत्र मह इति यः अस्ति स्थानीपदमस्ति। सो अत्र अस्मिन् सूत्रे पदस्य इति अधिकारः वर्तते, पदस्य कुत्र कुत्र 8355। सो मोनुस्वारः इति सूत्रे पदस्य इति अधिकारसूत्रम्, एतत् सूत्रं पदस्य अधिकारे आयाति, अतः अत्र यः मकारः सः तु प्रथमे पदस्य मकारः भवेत्। सो पदस्य वदामः चेत् सुप्तिङन्तं पदम् अस्तु, सुप्तिङन्तं पदम् अस्ति चेत् वयं जानीमः अत्र किमपि अत्र हलिपरे भवति। सो हल्वर्णः परे अस्ति चेत् पदस्य अन्ते यः मकारः तस्य अनुस्वारादेशः भवति, परन्तु वयं जानीमः यदा वयं गम् योग तत्र अथवा यम् योग शप् कुर्मः अथवा तिप् कुर्मः तत्रापि गम् योग तिप् अस्ति, तिप् इत्युक्ते तत्र तकारः हल्वर्णः परे, मकारस्य साक्षात् अनन्तरं हल्वर्णः, परन्तु तत्र मोनुस्वारः इति सूत्रस्य कार्यं न दृश्यते। किमर्थम् इत्युक्ते एतत् सूत्रं पदस्य अधिकारे अस्ति, गम् इति यः अस्ति शब्दसमूहः सः पदं नास्ति, तत्र प्रकृतिः अस्ति, धातुः अस्ति, पदं नास्ति। सो सूत्रं पदस्य अधिकारे महर्षिणा स्थापितम्, अतः मकारः यः अन्ते अस्ति यस्य अनुस्वार आदेशः भवति सः पदस्य मकारः भवेत्। पदस्य मकारः अन्ते अस्ति चेदेव तस्य अनुस्वारः अनुस्वारादेशः भवति। हलीपरे अचिपरे कार्यं नास्ति, केवलं हलीपरे कार्यम् अस्ति। सो एतत् सर्वं स्मर्तव्यम्। मोनुस्वारः पदस्य अधिकारे आयाति, अतः तत्र केवलं सः मकारः यस्य अनुस्वार आदेशः भवति सः पदस्य मकारः भवेत्। अपि च पूर्वे वयं दृष्टवन्तः किमर्थम् अत्र महायः अस्ति, पदस्य अन्तिममकारस्य एव तत्र किमर्थम् इत्युक्ते तत्र विशेषणविशेष्यभावः पदस्य महा अनुस्वारः। सो पदस्य महा अनुस्वार परिवर्तते, पदस्य मकारस्य अनुस्वार आदेशः भवति। सो विशेषणविशेष्यभावः यत्र अस्ति प्रायशः तत्र तदन्तविधिः, सो अन्ते विधिः भवति, न तु मध्ये अपि च कुत्रचित् अन्यत्र आदौ। सो यत्र यत्र यत्र विशेषणविशेष्यभावः सूत्रे दृश्यते तत्र प्रायशः तदन्तविधिः करणीयम्, अन्ते विधिः भवति, अन्ते परिवर्तनं भवति। सो केवलं विशेषणरूपी तत्र पदमस्ति चेत् तत्रापि भवितुं शक्नोति, परन्तु कोऽपि सम्पूर्णशब्दसमूहः अस्ति चेत् यथा तत्र संहितायाम् इति पदम् अस्ति, अत्र विभक्तिप्रत्ययः योजितं संहितायां, सो संहितायाम् इति पदस्य अनन्तरं कोऽपि भिन्नपदम् आयाति यस्मिन् आदौ तत्र हलवर्णः अस्ति चेत् तत्र पदस्य यः अन्ते यः मकारः तस्य अनुस्वार आदेशः भवति। परन्तु यदा अत्र द्विपदम् इदं सूत्रं, सो इदम् इति यः अस्ति इदम् अन्ते मकारः, इदं पदस्य साक्षात् अनन्तरं सूत्रम् इति पदम्, सो इदं साक्षात् मकारस्य साक्षात् अनन्तरं सकारः हल्वर्णः, अतः मकारस्य अत्र अनुस्वारादेशः। परन्तु अत्र तु अच् वर्णः अतः मकारः एव लिखितं। तु सर्वदा यदा वयं किमपि संस्कृतभाषायां लिखामः एतत् तत्र सर्वदा एतस्य तत्र पालना करणीयं, पदस्य अन्ते मकारः तस्य अनन्तरं व्यञ्जनम् अस्ति चेत् अत्र अनुस्वारः लेखनीयं, स्वरवर्णः अस्ति चेत् तत्र मकारः एव स्थापनीयम्। अस्तु इदानीं तत्र अनुस्वारस्य यै परस्वर्णः अनन्तरं सो वापदान्तस्य इति सूत्रे अनुस्वारस्य यै परसवर्णः सम्पूर्णपूर्वसूत्रात् सम्पूर्ण अनुवृत्तिः भवति। सो वयं जानीमः यै वर्णे तत्र अपि अस्ति, अतः तेषां विषये अपि पठितवन्तः, तत्र यकार वकार लकारस्य यवले परे तु तत्र यवाल इति आदेशः भवति कस्य स्थाने, अनुस्वारस्य स्थाने। सो परन्तु तत्र विकल्पः अस्ति, किमर्थं चेत् सम् इति यः अस्ति तत्र अनुस्वार यः प्रथमे तत्र मकारस्य अनुस्वारादेशः भवति, अनन्तरं यः अनुस्वारः सः पदस्य अन्ते अस्ति, सम् इति उपसर्गः, उपसर्गाणां पदसंज्ञा, सो पदस्य अन्ते अनुस्वारः अस्ति चेत् तत्र अस्माकं सविधे तत्र विकल्पः, यै परसवर्णादेशः कुर्मः चेदपि साधु, अनुस्वारः तत्र स्थापयामः तदपि साधु, किमर्थं चेत् अत्र कार्यं वा भवति, विकल्पेन कार्यं भवति न तु नित्येन, अतः तत्र रूपद्वयम्। अस्तु इदानीं तत्र रेफस्य विषये तत्र पठामः। अस्तु कः प्रारम्भं करोति? अनुसूया भगिनी पठति वा भगिनी? आं महोदय, अधुना अनुस्वारात् परे रेफ अस्ति चेत् स्वागतिः, रेफः एकप्रत्याहारे अन्तर्भूतः, अतः तस्य अनुस्वारस्य इमि परसवर्णः अष्टमाध्याये चतुर्थपादे अष्टाशीति इति सूत्रेण पञ्चत्रिंशत् फिफ्टि अष्टपञ्चाशीति खलु फिफ्टि एय्ट् इत्युक्ते अष्टपञ्चाशीति खलु वदतु इति सूत्रेण परसवर्णादेशः स्यात् किन्तु वस्तुस्थितिः भिन्ना रेफस्य कोऽपि सवर्णः नास्ति रेफोस्मनां सवर्णा न सन्ति इति वाक्यम् अतः अनुस्वारात् परे रेफोस्ति किमपि कार्यं नास्ति तथावत् तिष्ठति ध्येयम् प्रत्याहारः सूचयति तेषु अन्यतमः परे अस्ति चेत् अन्न अनुस्वारस्य परस्परणादेशः भवति यथा रंसते एव भवति नंसति नंसति एव भवति सङ्गस्यते एव भवति एकप्रत्याहारस्य षशतः अन्तिमवर्णाः तान् अनुस्वारः परसवर्णः नास्ति अतः ते यथा अस्ति तथा एव तिष्ठन्ति प्रथमे तत्र रेफस्य का गति तत् वदतु भगिनि रेफस्य परसवर्णः नास्ति अतः रेपोष्माणां सवर्णा न सन्ति इति भाष्यमस्ति अतः अनुस्वारात् परे रेफ अस्ति चेत् किमपि कार्यं न भवति एतावत् सो भाष्यं किम् अस्ति भाष्यं वदतु अत्र किं लिखितं भाष्यस्य विषये रेफः पुष्माणाः सवर्णाः न सन्ति रेफः उत उष्माणाः सवर्णा न सन्ति इति भाष्यम् उच्यते न केवलं रेफस्य अपि च ऊष्माणः ऊष्माणः के भगिनि चषसः सत्यम् अतः चेत् तान् सवर्णाः न सन्ति अतः ते अस्ति चेत् किमपि कार्यं न भवति यथा अस्ति तथा एव तिष्ठति परन्तु अत्र यद्यपि लिखितं रेफ् उष्माणां सवर्णाः न सन्ति परन्तु यै प्रत्याहारे भगिनि उष्माणव्यञ्जनानि तत्र सन्ति वा यै प्रत्याहारे न महोदय उष्माणानि न सन्ति मेबि कुत्र अन्यत्र एतस्य प्रयोगः भवति परन्तु अस्मिन् सूत्रे तु उष्माणानां प्रयोगः नास्ति किमर्थं चेत् साक्षात् महर्षि वदति अत्र केवलं ययि परे एव कार्यं कपै इति यः यकारः हल् वर्णः तावत्पर्यन्तम् एव हयवर्ण आरभ्य कपै पर्यन्तं कपै अनन्तरं शिष्यसर् अपि च हल् शिष्यसर् शिष्यस अत्र नास्ति अपि च हयवरट हकारः अपि नास्ति यै प्रत्याहारे अस्ति परन्तु केवलं रेफस्य विषये एव भ्रमः किमर्थं चेत् यै प्रत्याहारे रेफः अस्ति उष्माणव्यञ्जनानि तत्र न सन्ति अतः एस् पर् द पाणिनि महर्षि he has already excluded shashasah in this sutra because he is excluding shashasah ushmanam parantu kevalam refah yai pratyahare asti atah etat parichedam tasya visheye so refasya kopi savarnah tathev ushmana nam api savarnah tatra atriha par savarna adeshah तेषां वर्णानामपि कोऽपि सवर्णः एव नास्ति तु अतः कथम् आदेशः करणीयम् इति लिखितम् सो यै प्रत्याहारे यद्यपि शिष्यसः नास्ति तथापि वयं जानीमः भाष्य किमर्थम् महर्षिणा यत् उक्तं त्रिमुनिना यत् उक्तं तत्र किमस्ति उत्तरोत्तरं बलीयः, उत्तरोत्तरं बलीयः इत्युक्ते पाणिनिमहर्षि उत्तरे कः ऋषि? वररुचिमहर्षि. वररुचि अनन्तरं कस्य कालः? पतञ्जलिमहर्षिकालः. महर्षीणां विषये अपि तत्र यत् उक्तं त्रिमुनिना यत् उक्तम् उत्तरोत्तरं बलीयः. सो वट् एवर् हेज् दिस् पतञ्जलिमहर्षि वट् एवर् हि हेज् सेड् इन् हिस् भाष्यं देट् विल् बी द फैनल् वर्ड् देट् वित् रेस्पेक्ट् टु सम् कण्ट्राडिक्षन्. सो हि सेस् देट् रेफ उष्माणानां सवर्णः न सन्ति, तेषां सवर्णानि तत्र न सन्ति. अतः तत्र एतत् सूत्रं कार्यं, तेषां विषये तु सूत्रं कार्यं न भवति. अतः तत्र कीदृशरूपाणि भगिनि वदतु? रंस्यते अस्ति चेत् रंस्यते एव तिष्ठति, नंस्यति अस्ति नंस्यति एव तिष्ठति, सङ्गस्यते अस्ति चेत् सङ्गस्यते एव तिष्ठति. किमर्थं रं सर्वे रं नं सम् अस्ति तत्र तानि परसवर्णा नास्ति, ते पदानि सकारस्य कोऽपि सवर्णः नास्ति, अतः सकारस्य पूर्वे अनुस्वारः तथैव तिष्ठति. सकारस्य षकारस्यापि च हकारः अपि अस्ति चेत् तत्र तथैव तिष्ठति. अग्रे अपि पठतु भगिनि, प्रश्नः उदे लकारस्य तु भवति खलु सङ्गस्यते, परन्तु तत्र विकल्पः विकल्पः अस्ति न, सम् इति उपसर्गे यः अनुस्वारः तत्र विकल्पः विकल्पेन न भवति. अग्रे प्रश्नः उदेति, यदि वदि धातु नकारादेशः भवति एव तर्हि किमर्थं मन्द मूलधातुः न स्यात्? तथैव यदि लदि मकारः आयाति आयाति एव तर्हि किमर्थं लम् इत्येव मूलधातुः न स्यात्? उत्तरमस्ति यत् तत्र कतिचन कार्याणि सन्ति यथा अनिदितां उपधायां सन्ति. षष्ठमध्याये चतुर्थपादे चत्वारिंशतिसूत्रेण यः धातुः किञ्चित् नास्ति तस्य धातोः उपधायां स्थितस्य नकारस्य लोपः स्यात् इति नीति परे परन्तु चेत् अस्माभिः यः नकारः आनीतः तस्य नकारस्य लोपः कस्यामपि दशायां न भवति. साक्षात् आरम्भतः नकारः अस्ति चेत् तस्य लोपः किमिति च भवति. यथा बन्धदातोः नकारः उपस्थितः मूलदातोः अतः किमिति परे नकारलोपः प्लुहि बन्धनं नकारः उपस्थितः एतोः प्लुक् प्रत्ययः अपि नास्ति नित् अपि नास्ति, परन्तु शान्तरूपं बद्ध नकारलोपः यतोहि स प्रत्ययः तिस् अस्ति. वदीधातु इदितो नुमुधातो इत्यनेन नुमागमः वन्द् अस्य नकारः नकारस्य लोपः किमिति न भवति यथा शान्तरूपं वन्दितः. न अवगतं महोदय. अत्र एकः मूलप्रश्नः अत्र आदौ दत्तम् अस्तु भगिनी, प्रथमतः एकवारं वदतु भगिनी, अहमपि न अवगतवती. हा किं भगिनि? यत् तया पठितं तत् एकवारं. सो अत्र एकः मूलप्रश्नः अस्ति, यथा वयं पूर्वे पठितवन्तः, यदि धातुः लौकिकरूपस्य निर्माणार्थं तत्र आदिं षकारस्य सकारादेशः भवति, किमर्थं महर्षिणां मूले एव सकारः न तत्र दत्तं? किमर्थं सः आदौ तत्र षकारः स्थापितम् अनन्तरम् अस्माभिः तत्र धातु आदेशः सः इति सूत्रेण सकारः करणीयम् इति तत्र सामान्यप्रश्नः. इत्युक्ते तत्र अस्माकं मनसि एतत् प्रश्नम् आयाति, पाणिनिमहर्षिणा एतानि सूत्राणि विरचितानि, अपि च पाणिनिमहर्षिणा एव तत्र धातुपाठम् अपि विरचितं, पाणिनिधातुपाठं वयं वदामः. सो इफ् ही ओन्ली हेज् मेड् बोत् दीस् थिङ्ग्स् अष्टाध्यायी ग्रन्थं, ही ओन्ली मेक्स् द सूत्रास्, ही ओन्ली मेड् द मूलधातुः, एतानि चत्वारि सूत्राणि पठामः चेत् तत्र मनसि प्रश्नः आयाति, वै ही डिड् नाट् पुट् देट् ही वाण्ट्स् अस् टु फस्ट् टेक् द धातु फ्रोम् द धातु पाठ् शकरादिधातवः, अनन्तरं फ्राम् धातुवादशहस्व ही वाण्ट्स् अस् टु मेक् दिस् शकारः चेञ्ज् इन् टु द सकारः. सो द प्रश्न इस् वै ही डस् नाट् पुट् सकारः एव तत्र किमर्थं न स्थापितं धातुपाठे. So we should have saved one sutra, na? Because we say that Maharishi Laghavam Ichhati, Granthasya Laghutvam Ichhati. So Kimartham Saha Adavayana Sthapitam. Parantu Purve Api Vayam Drishtvantaha. Tatra Shakarashi Prayojanam Asti. So Tatra Shakarant, Ye Shakaradav Dhatavaha Santi, Tesham Anantaram Kutra Chit, कस्मिंचित् स्थित्यां तत्र पुनः तत्र शकारादेशः भवति. तथैव नोणः, नोणः इति सूत्रेण तत्र धातुः आदिं वर्णः मूर्धन्यनकारः अस्ति चेत् तत्र दन्त्यनकारादेशः करणीयं लौकिकरूपस्य निर्माणार्थं. सो प्रश्नः आयाति, वै डिड् नाट् महर्षि पुट् द नकारः आदौ एव, किमर्थं न स्थापितं धातुपाठे, किमर्थं अनन्तरम् अष्टाध्यायी ग्रन्थे सूत्रं दत्तं you should do this nakarah, this murdanya nakarah should change into danta nakarah. So vayam tatra api drishtvantah, tatra ye nopadesha dhatuvah tesham vishaye tatra ekam sutram karyam karoti, kutrachit punah tatra murdanya nakarah ayati. Idanim api atra api prashnam asti, tatra yatha tatra bandha dhatuh asti, bandha dhatuh धातुपाठे नकारः एव दत्तं, मूले एव बन्ध् इति नकारः युक्त धातुः अस्ति, मूलधातुः, परन्तु ये इदित् धातवः तत्र बहूनि इदित् सधातवः धातुपाठे, तत्र वधी इति धातुः तस्य लौकिकरूपम् अस्ति बन्ध्. सो प्रश्नम् अत्र अस्ति अस्मिन् परिच्छेदे, वै डिड् नाट् महर्षि पुट् बन्ध् एव, वै ही डिड् वधी and then we have to do it from ijito num dhatuhu tatra numagamah karniyam, why he did not put mule eva bandh, yatha tatra bandh asti tatheva tatra bandh sthapaniyam maharishi dwara, tena kim ekam sutram tatra ekam nyunam bhavati granthe, parantu tasya uttaram kim asti, parantu tatha nasti, dhatu to bandhi asti, तत्र नकारः पूर्वे नास्ति, मूलरूपे नकारः नास्ति, मूलरूपे तु ह्रस्वीकारः, अनन्तरं यदा वयम् अनुबन्धानां निष्कासनं कुर्मः अपि च चत्वारि प्राकृतिकसूत्राणि विषये चिन्तयामः तत्र एव वयं पश्यामः एतत्तु इदित् धातुः, अत्र ह्रस्वीकारस्य इत् अस्ति, अतः यस्मिन् धातुः मूलरूपे ह्रस्वीकारस्य इत् संज्ञा अस्ति तत्र नुमागमः भवति, अतः अनन्तरं वयम् अस्माभिः किं करणीयं, नकारस्य अत्र आगमः भवति. सो इदित् धातुषु नकारस्य आगमः भवति, परन्तु प्रश्नम् अस्ति किमर्थं महर्षिणा वन्द् एव न दत्तं, किमर्थं स्वप्रथमे वधी दत्तम् अनन्तरं तत्र वन्द् भवति, अन्ततो गत्वा तु वन्द् एव भवति. सो उत्तरं किम् अस्ति, उत्तरम् अस्ति इदित् धातूनां तत्र प्रयोजनं व्याकरणशास्त्रे. सो ये इदित् धातवः तेषां विषये अत्र दृश्यतु एकं सूत्रमस्ति अष्टाध्यायीग्रन्थे, अन् इदितां हल् उपदायाः किनिति, एतत् सूत्रमस्ति. ओके, एतत् सूत्रं किं वदति, अन् इदिताम् इत्युक्ते न इदिताम्, न इदिताम् इत्युक्ते ये ये इदित् न सन्ति तेषां, तेषां किं हल् उपदायाः किमिति, ते हलन्तधातवः अपि च तेषाम् उपधायां यः नकारः तस्य किनिति इति सप्तमी यन्त्रं पदमस्ति तस्य कित् अपि च नित् अत्र किङ्किति नास्ति अत्र केवलं कित् अपि च नित् कित् नित् परे तादृश अनिदितधातुः अनन्तरं कित् नित् प्रत्ययः अस्ति चेत् उपधायां यः नकारः तस्य लोपः भवति इति सूत्रं वदति सो यदा वयं वन्दयोग क्तप्रत्ययः कुर्मः वन्दयोग क्तप्रत्ययः क्तप्रत्ययः अस्मिन् ककारस्य इत् संज्ञा लशक्व अतदिते इति सूत्रेण ककारस्य इत् संज्ञा भवति तत्र अत् अवशिष्यते सो तत्र न त इति प्रत्ययः तत्र ता इति अवशिष्टभागः तकारः अकारः अवशिष्टभागः सो वन्दयोग क्त कुर्मः चेत् तत्र अनिदितानां हल् उपधायाः किमिति इति सूत्रस्य प्रसक्तिः नास्ति किमर्थं नास्ति वदतु कोऽपि सत्यं भगिनि वदतु वन्द इदित् धातु अतः एतत् सूत्र अन्यजितानामेव एतत् सूत्रस्य सत्यं तदेव उत्तरं भगिनि अस्मिन् सूत्रे अनिदितानां हल् उपधायाः किमिति नकारलोपः न तु इदितानां सो ये इदितधातवः सन्ति यथा उदाहरणमस्ति वन् वन्द् इति धातुः मूलरूपम् अस्ति वधी इदित् धातु अस्ति सो अत्र यः नकारः सः तु सूत्राधारेण मूले नकारः न आसीत् अनन्तरम् इदितो नुम् धातोः इत्यनेन तत्र नकारः आगच्छति इदानीं यद् वयं वन्दयोग कुर्मः कृपया अन्य सर्वे म्यूट् मध्ये तत्र ध्वनिः आयाति सो वन्दयोग कुर्मः चेत् अत्र कित् प्रत्ययः परे धातुः हलन्तधातुः अनन्तरं वन्दपि हल् धातुः सो हलन्तधातुः अनन्तरं कित् अथवा नित् परे अस्ति चेत् सूत्रं वदति परन्तु सः अनिदित् अपि भवेत् केवलं हल् न भवेत् सः अनिदित् भवेत् चेदेव उपधायां यः नकारः तस्य लोपः भवति इति अनिदित् हल् उपधायाः तत्र किं सूत्रम् उपधायाः किमिति इति सूत्रमस्ति सो तेन सूत्रेण येषां हलन्तधातूनाम् उपधायां नकारः तस्य कित् नित् प्रत्ययपरे नकारस्य लोपः भवति परन्तु वन्द् इति धातुः नकारलोपः न भवति किमर्थं चेत् एतत् सूत्रम् एतद् धातुः अनिदित् नास्ति इदित् अस्ति अतः किं ये इदित् धातवः तेषां यः नकारः उपधायां ते सर्वे प्रायशः हलन्तधातवः किमर्थं चेत् एकमेव तत्र स्वरः तस्य स्वरस्य अनन्तरं तत्र मित् आगमः भवति नकारस्य आगमः भवति नुम् आगमः भवति अतः इदित् धातुषु इत्युक्ते इदित् धातुषु यः नकारस्य आगमः भवति तस्य कदापि तपि कुत्रचित् अपि तत्र तस्य लोपः न भवति परन्तु यः मूले एव येषां येषां धातूनां मूले एव नकारः महर्षिणा स्थापितम् यथा बन्द् इति धातुः तदपि हलन्तधातुः तस्य परे कोऽपि कित् अथवा नित् प्रत्ययः योजयामः चेत् तत्र अनिदित् हल् उपधायाः किमिति इति सूत्रद्वारा उपधायां स्थितस्य नकारस्य लोपः भवति अतः तत्र किं भद् इति रूपं भवति अस्तु तत्र अन्यानि परन्तु यः मूले यः नकारः तस्य लोपः भवति केन सूत्रेण अनदित् हल् उपधायाः किनिति इति सूत्रेण परन्तु वन्द् मध्ये यः नकारः तस्य लोपः न भवति सो तत्र वन्दः इति एव रूपम् अस्तु सो तत्र नकारस्य लोपः न भवति परन्तु मूले येषां येषां धातूनां मूले एव तत्र नकारः तेषां विषये एव एतत् सूत्रस्य प्रसक्तिः कस्य सूत्रस्य अनिदितानाम् अनिदितां हल् उपधायाः किनिति इति सूत्रस्य प्रसक्तिः इति तत् तस्य अर्थः इति सूत्रं वदति किनिति किं भगिनि किनिति किनिति इति अस्ति अवगतम् अनुदितानां हल् वर्णानां तदवगतम् किनिति इत्युक्ते कित् नित् भवेत् खलु किनिति इत्युक्ते सप्तमी अन्तं पदमस्ति भगिनि किनिति इत्युक्ते सप्तमी करेक्ट् किनिति सप्तमी अन्तं किमिति अर्थं किं भगिनि किनिति कित् नित् तदेव कित् नित् कुत्र अस्ति अत्र कित् किं कित् इत्युक्ते किं भगिनि कित् कित् इत्युक्ते ककारस्य इत्संज्ञा नित् इत्युक्ते नकारस्य इत्संज्ञा सो केषां विषये एतादृशः नामकरणं प्रायशः व्याकरणशास्त्रे केषां विषये भवति प्रत्ययानां प्रत्ययानां विषये केषां विषये प्रत्ययानां विषये एतादृशः नामकरणं कित् अथवा नित् अथवा पित् अथवा षित् सो एतादृशः नामकरणं प्रत्ययानां विषये एव अनुबन्धस्य वर्णस्य आधारेण तत्र नामकरणमपि सम्भवति सो येषां कित् इत्युक्ते कित् प्रत्ययः नित्युक्ते नित् प्रत्ययः सो हलन्तधातुः अन् इति हलन्तधातुः साक्षात् अनन्तरं किमर्थं साक्षात् अनन्तरं वै ऐ एम् सेङ्ग् साक्षात् अनन्तरं निमित्सप्तमी अस्ति परे साक्षात् परे तत् कित् भवेत् अथवा नित् भवेत् मध्ये किमपि व्यवधानम् अस्ति चेत् कार्यं न भवति सो हलन्तधातुः अपि च न केवलं हलन्तधातुः सः धातुः अनिदित् अपि भवेत् इदित् मा भवेत् किमर्थम् एतत् लिखितं वी नो दट् इदित् धातुषु अपि तत्र उपधायां नकारः परन्तु तेषां विषये एतत् सूत्रस्य प्रसक्तिः नास्ति केवलम् अन् इदित् इदिताम् एव प्रसक्तिः अस्ति इदित् धातूनां तत्र प्रसक्तिः एतत् सूत्रं कार्यं न कर्तुं शक्यते साक्षात् महर्षिः वदति अन् इदिताम् सो ये अन् इदिताम् अपि च हलन्तधातवः तेषां यदि उपधायां नकारः अस्ति तस्य लोपः भवति कदा सर्वदा न भवति तत्र सर्वदा सूत्रं कार्यं न करोति केवलं कित्नित् प्रत्ययः अत्र दृश्यतु सर्वैः अवगतं वा किञ्चित् तु अवगतं अवगतम् इदानीम् अत्र दृश्यतु सपोज् ऐ टप् टैप् बन्द् धातुः बन्धधातुः मूले एव नकारः दत्तं बन्ध इति अस्ति मूलरूपं तत्र अन्तिम अकारस्य इत्संज्ञा भवति उपदेशे अजनुनासिक् इत्यनेन स्क्रीन् दृश्यते वा अस्तु सो लौकिकरूपं किं बन्ध अस्ति वन्द् अपि लौकिकरूपं वन्द् तत्र नकारः तत्रापि नकारः श्रूयते परन्तु सः नकारः इदितो नुम् इति सूत्रेण आगतः नकारः परन्तु अस्मिन् बन्द् धातु यः नकारः सः तु मूले एव तत्र आसीत् तदेव प्रश्नं किमर्थं वदि मध्ये अपि महर्षिणा नकारः मूले एव न स्थापितं किमर्थम् अनन्तरम् अस्माभिः तत्र नकारः स्थापनीयं तदेव उत्तरम् अस्ति इदानीं दृश्यतु बन्द् विषये किं भवति कर्तरि प्रयोगे बध्नाति इति भवति किमर्थं बध्नाति भवति वदतु कोऽपि कुत्र अस्ति एतत् क्रयादिगणे अस्ति कः वदति अत्र बध्नाति इति रूपं कथं भवति क्रयादिगणे अस्ति वदतु इदानीं बन्ध क्रयादिगणस्य धातुः लट् लकारस्य तत्र विवक्षा कः वदति कः प्रयत्नं करोति अहं प्रयत्नं करोमि वा महोदय वदतु अनिदितधातूनां किनिति इति सूत्रेण तस्य स्थित नकारस्य सोपानेन वदतु भगिनि लट् लकारस्य विवक्षायां धातुः बन्ध अस्ति इदानीं वदतु सोपानानि वदतु सम्यक् न श्रूयते किञ्चित् डिस्टर्बेन्स् अस्ति श्रूय भगिनि भवत्याः ध्वनिः सम्यक् न श्रूयते किञ्चित् उच्चैः वदतु बन्धयोग एकवचनस्य विवक्षायां तत्र तिप् आयाति पकारस्य इत्संज्ञा तत्र ति अवशिष्यते इदानीं वदतु ति सार्वधातुकधातु अस्ति तिंशित् इति सूत्रेण कर्तरि शप् इति सूत्रेण शप् प्रति आयाति परन्तु बन्धधातु त्रयादिगणे अस्ति अतः श्नु इति प्रत्ययः आयाति त्रयादिगणे श्ना इति प्रत्ययः भगिनि नवमगणे श्ना प्रत्ययः आयाति तत्र शकारस्य संज्ञा भवति लषक्तद्वितीय इति सूत्रेण ना एव अवशिष्य बन्द् अधिकं बन्द् अधिकं ना अधिकं ति भवति सार्वधातुकयोः इति अत्र गुणप्रसङ्गः अस्ति वा अङ्गे गुणप्रसङ्गः अस्ति तेजधातु किनिति इति सूत्रेण नकारस्य इत्संज्ञा भवति बन्धातोः केन सूत्रेण पुनः वदतु उपदा किनिति इति सूत्रेण अत्र सर्वाणि निमित्तानि पूरितानि वा न महोदय सार्वधातुकार्धधातुकयोः इति सूत्रेण तदपि न भविष्यति न न एकनिमिषः भगिनि सार्वधातुकार्धधातुकयोः इति सूत्रेण किं कार्यं भगिनि अन्ते विद्यमान इप् वर्णस्य संज्ञा भवति उपदायां अन्ते स्थितस्य इक् वर्णस्य गुणः भवति सार्वधातु सार्धधातुकयोः इति सूत्रेण गुणकार्यं विधीयते परन्तु अत्र दातौ गुणप्रसङ्गः अस्ति वा नास्ति नास्ति नास्ति अत्र न तु सार्वधातु अर्धधातुकयोः इति सूत्रस्य कार्यं न तु पुगन्धलघुपदस्य च अत्र वर्णः एव नास्ति अत्र अस्मिन् धातु इदानीं न इति प्रत्ययः कीदृशप्रत्ययः धातुः साक्षात् अनन्तरं कीदृशप्रत्ययः तस्य स्वभावः कः सार्वधातुक अपि अस्ति हा सत्यं तदेव वक्तव्यं सार्वधातुक अपि अस्ति अतः कार्यं न भवति सार्वधातुकः एव नास्ति न भगिनि सार्वधातुक अपि अस्ति चेत् नित्वत् कार्यं करोतु नित्वत् कार्यं करोतु आम् केन सूत्रेण सार्वधातुकमपि आम् अतिदेश सूत्रेण यद्यपि सि श्ना इति प्रत्ययः कित् नास्ति नित् अपि नास्ति परन्तु सार्वधातुक अपि अस्ति अतः जानीमः सर्वे सार्वधातुक अपित् प्रत्ययः निद् इव कार्यं करोति सो इदानीं न इति प्रत्ययः यद्यपि साक्षात् नित् नास्ति तथापि नित् इव अस्ति इदानीम् अत्र कस्य सूत्रस्य प्रसक्तिः नित् प्रत्ययः परे धातुः हलन्त् उपदायां नकारः अपि च धातुः अनिदित् धातुः अनिदित् तस्य साक्षात् अनन्तरं सप्तमी नित् प्रत्ययः इदानीं केन सूत्रेण कार्यम् किनिति इति सूत्रस्य कार्यं किनिति किमिति किमर्थम् अन् इति तां हल् उपधायाः किमिति तेन सूत्रेण कार्यम् महोदय अतः सार्वधातुक अपि किणित्वत् इति किणित्वत् इति सूत्रेण णित्वत् कार्यं भवति अतः अतः अतः नकारस्य लोपः भवति उपधायां धातौ यः उपधायां नकारः सि सो अत्र किं बद् सो बध्नाति इति रूपं तदेव तत्र दत्तं परन्तु अनन्तरम् अपि तत्र तत्र किम् एकं सन्धिसूत्रमस्ति अत्र अत्र सन्धिकार्यं दकारः अस्तु अत्र तु मूले एव दकारः मया एव तत्र राङ्ग् स्क्रीन् न दृश्यते मूले एव दकारः स्क्रीन् न दृश्यते वा न दृश्यते महोदय सो अत्र एकनिमिषः इदानीं दृश्यते वा न महोदय इदानीं दृश्यते वा अत्र मूले एव महाप्राणदकारः मया तु पूर्वे राङ्ग् लिखितम् ओके सो मूले एव मूर्धन्यनकारः अतः अत्र बध्नाति इति रूपं बध्नाति इति रूपम् अस्तु परन्तु यदा वयं स्क्रीन् दृश्यते वा सो हेव् यु अण्डर्स्टुण्ड् द कार्य आफ् दिस् सूत्रं वधि धातुः तत्र वन्दते तत्र एतत्तु भुवादिगणे अस्ति कितने प्रत्ययः कृदन्तप्रशामसि अत्र कुत्रापि नकारस्य लोपः न भवति वन्दितः वन्दमानः प्रवन्दः वन्दित्वा वन्दिता वन्दकः वन्दनीय वन्दनम् अत्र यः नकारः सः तु इदितनुं धातोः इत्यनेन नकारः सो तादृशनकारस्य कुत्रापि लोपः न भवति परन्तु यः बन्द् इति यः नकारः तस्य तु कित्नित् परे तत्र लोपः भवति सो इदित् धातूनां तत्र कदापि तत्र नकारस्य लोपः न भवति अत्र दृश्यतु लेप् अपि सि लेप् वै अत्र नकारस्य लोपः लेप् यद्यपि कितनित् नास्ति प्रबध्य इति रूपं बन्ध्य इति नास्ति लेप् प्रत्ययः तत्र सूत्रमस्ति त्वा उपसर्गात् त्वा प्रत्ययः लेप् इति भवति सो लेप् इति स्वयं कृत्प्रत्ययः नास्ति परन्तु लेप् इति आदेशः त्वा स्थाने भवति त्वा त्वा इति प्रत्ययः अस्ति तस्य यदा वयं धातुयोगत्वा कुर्मः तत्र बन्धित्वा इति भवति अत्रापि अत्रापि प्रथमे इडागमः भवति अतः उपधायां तत्र नकारः न श्रूयते अनन्तरम् एव तत्र इत्वा भवति परन्तु लेप् इति प्रत्ययः त्वा स्थाने तस्य आदेशः यदा वयम् उपसर्ग धातुपूर्वे उपसर्ग योजयामः अपि च तत्र त्वा प्रत्ययः योजयामः तत्र उपसर्गात् अनन्तरं धातुः योगत्वा अस्ति चेत् त्वा प्रत्ययस्य स्थाने तत्र ल्यप् आदेशः भवति सो त्वा अपगच्छति तस्य स्थाने ल्यप् इति प्रत्ययस्य आदेशः भवति यदा वयम् उपसर्ग योजयामः उपसर्ग नास्ति चेत् सर्वदा त्वा एव तत्र तिष्ठति सो तादृशस्थित्यां ल्यप् इति स्वयं कित्नित् नास्ति ल्यप् इति प्रत्ययः कित् नास्ति नित् नास्ति परन्तु स्थानीवद्भावेन स्थानीवद्भावे अनल्विदौ इति सूत्रेण यस्य स्थाने आदेशः तस्य गुणानि अपि तत्र आदेशेषु तत्र आनेतव्यं त्वा मूले कित् अस्ति अतः ल्यप् अपि कित् इव कार्यं करोति तत्रापि यदि धातुः योग ल्यप् कुर्मः यदि तत्र किं गुणप्रसङ्गः अस्ति तत्र न भवति ल्यप् कारणेन तत्र न भवति. किमर्थं चेत् ल्यप् यद्यपि स्वयं कित् गित् नित् नास्ति तत् परन्तु कित् त्वा प्रत्ययस्य स्थाने ल्यप् आदेशः भवति अतः तत्रापि गुणकार्यं निषिध्यते. कथं जानीमः स्थानिवद्भावेन अनल्विदो. सो स्थानिनः यानि गुणानि ते सर्वाणि गुणानि आदेशे अपि तत्र आनेतव्यं ते आयान्ति. अतः यद्यपि ल्यप् स्वयं कित् नास्ति तथापि तत्र नकारस्य लोपः भवति बन्धविषये. सो बन्ध प्रयोग बन्धयोग ल्यप् कुर्मः चेत् तत्रापि नकारलोपः भवति. किमर्थं चेत् ल्यप् प्रत्ययः त्वा प्रत्ययस्य स्थाने आदेशः. ल्यप् इति सर्वदा त्वा स्थाने एव आदेशः ल्यप् भवति यदि वयम् उत्सर्ग योजयामः. अतः तत्र आगत्य तत्रापि य श्रूयते. सो ये अन् इजित् धातुः तेषां विषये कितनित् प्रत्ययपरे सर्वदा उपधायां स्थितस्य नकारस्य लोपः भवति इति सूत्रं वदति. परन्तु ये इजित् धातवः तेषां विषये नकारस्य लोपः कदापि न भवति. अतः महर्षिणा आदौ एव नकारः न स्थापितम्. अनन्तरम् अस्माभिः इदितो नुम् धातोः इति सूत्रद्वारा तत्र नुमागमः करणीयम् इति तत्र एतस्य परिच्छेदस्य आशयः. सर्वैः अवगतं वा? भगिनी लप्रत्ययः सर्वत्र निषेधः अस्ति वा? किद्वत् कार्यं करोति वा? सर्वदा. किमर्थं चेत् त्वा प्रत्ययस्य स्थाने सर्वदा तत्र अत्र दृश्यतु एकनिमिषः. भूधातु पश्यामः. अस्तु, भूधातुः तु गुणकार्यं भवति तत्र शप् प्रत्ययः अस्ति. सो भूधातु पश्यामः चेत् यदि वयं तत्र कृदन्तविषये सि अथवा अत्रापि भूयोगत्वा कुर्मः चेत् अत्रापि भू भू एव तिष्ठति. किमर्थं चेत् साक्षात् कित् प्रत्ययः परे अस्ति अतः किनिति च सूत्रेण तत्र भू भो न भवति गुणकार्यस्य निषेधः. अतः रूपं किं स्क्रीन् दृश्यते वा? दृश्यते महोदय. स भूत्वा इति रूपम् अस्ति. इदानीं वयं प्रयोजयामः, कोऽपि अन्य उपसर्ग अपि योजयितुं शक्नुमः. अत्र तु प्र इति दत्तं. सो प्रयोग भूयोग त्वा अस्ति. परन्तु इदानीं प्रत्ययात् प्रत्ययः उपसर्गः प्राक् अस्ति अतः अत्र त्वा स्थाने सर्वदा तत्र सूत्रमस्ति. उपसर्गात् अनन्तरं उपसर्गात् अनन्तरं धातोः त्वा प्रत्ययस्य स्थाने ल्यप् आदेशः भवति सर्वदा नित्येन कार्यं भवति. सो प्रयोग भूयोग त्वा अस्ति चेत् त्वा अपगच्छति तस्य स्थाने ल्यप् इति प्रत्ययः आयाति. इदानीं प्रयोग भूयोग ल्यप् अस्ति. ल्यप् स्वयं तु कित् नित् नास्ति, पित् अपि अस्ति. सि अत्र पकारस्य संज्ञा अस्ति. आर्धधातुप्रत्ययः अस्ति परन्तु कस्य स्थाने आदेशः? ल्यप् इति कस्य स्थाने आयाति? त्वा स्थाने आयाति. अतः अत्र किम् अनुबन्धानां लशक् तदित्य इत्यनेन लकारस्य इत्संज्ञा, पकारस्य हलन्त्यम् इत्यनेन इत्संज्ञा या एव अवशिष्यते. अतः प्रभूय इति भवति. अत्रापि किं गुणकार्यं न भवति. किमर्थं? स्थानिवद्भावेन अनल्विदौ. यस्य स्थाने आदेशः स्थानिनः सर्वाणि तत्र गुणानि तत्र आदेशे अपि आयान्ति. अतः यद्यपि ल्यप् स्वयं कित् गित् नित् नास्ति तथापि किनिति च सूत्रद्वारा अत्र गुणनिषेधः. ल्यप् त्वा स्थाने आदेशः अतः ल्यप् अपि कित् इव कार्यं करोति. अतः अत्र प्रभूय तथैव अन्येषां धातूनां सर्वदा तत्र त्वा ल्यप् स्थाने एव आयान्ति. स्थानिवद्भावेन किं सूत्रम् अस्ति? अनल्विदौ इति सूत्रमस्ति. स्थानि अनल्विदौ स्थानिवद्भावेन अनल्विदौ इति परिभाषासूत्रम्. स्थानिवद् 1156 स्थानिवत् भवति, आदेशः स्थानिवत् भवति इति सूत्रस्य अर्थः, परन्तु अल्विधिः न भवति. तत् सूत्रम् इदानीं मास्तु. आदेशः स्थानिवद् भवति इति सूत्रस्य अर्थः, परन्तु तत्र अल्विधि यत् अस्ति तस्य निषेधः. केवलं यथा तत्र प्रत्ययः ल्यप् इति ल्यप् इति प्रत्ययः कृत् प्रत्ययेषु न पठितं. तत्र व्याकरणशास्त्रे ल्यप् प्रत्ययः अग्रे कुत्रचित् आयाति. यत्र कृत् प्रत्ययानां तत्र अध्ययनं ग्रन्थे तत्र ल्यप् इति विषयः नास्ति. ल्यप् स्वयं कृत् प्रत्ययः नास्ति, परन्तु तस्य उपरि त्वं कृत् प्रत्ययः इति संज्ञा केन सूत्रेण आयाति? अनेन सूत्रेण आदेशः स्थानिवद् भवति इति तत्र अतिदेशसूत्रमस्ति. वत् यत्र यत्र वत् इति पदमस्ति तत्र यथा तत्र सार्वधातुकम् अपि निद्वद् भवति, निद् इव भवति, अतः वत् इति प्रत्ययः. सो एतत् सूत्रम् अस्तु. सो इदानीम् अवगतं वा भगिनि? एतत् सूत्रम् एकवारम् अवगतं महोदय. सो प्रश्नसूत्रम् अस्ति, इदित् धातूनां यः नुमागमः भवति तस्य कदापि लोपः न भवितुं शक्नोति, परन्तु येषां येषां धातूनां मूले एव धातुपाठे एव महर्षिणा नकारः दत्तं तेषां विषये कुत्रचित् कित् नित् परे तत्र तस्य नकारस्य लोपः अपि भवितुं शक्नोति. तस्य कृते सूत्रम् अस्ति अनिदितां हल् उपदायाः किमिति इति सूत्रम्, अतः तत्र मूले न दत्तम् इति एतस्य सारांशः. सर्वैः अवगतं वा महोदय? अत्र वन्दितः इति उक्तं, वन्दत्तः नास्ति वा? किमुत्र वन्दितः लास्ट् वर्ड् भगिनि, यथा तान् रूपं वन्दितः इडागमः भवति भगिनि. इडागमः अपि भवति इत्युक्ते वलादि त इति प्रत्ययः, क्त इति प्रत्ययः, त इति प्रत्ययः ककारस्य इत्संज्ञा भवति, तत्र ता विशिष्यते, ता इति वलादि अस्ति, वलप्रत्याहारस्य वर्णः तकारः. सो वलप्रत्याहारस्य वर्णः वलादि प्रत्ययानां तत्र इडागमः भवति, यद् धातुः अपि अनुकूलः अस्ति. सो धातुः अपि वन्दधातुः षट् धातुः, क्त इति प्रत्ययः वलादि आर्धधातुप्रत्ययः, क्त इति प्रत्ययः सार्वधातुः नास्ति, क्त इति प्रत्ययः किमस्ति आर्धधातुप्रत्ययः. सो आर्धधातुप्रत्ययानां कीदृश आर्धधातुः? सर्वेषां न, वलादि आर्धधातुप्रत्ययानां तत्र इडागमः भवति. एतस्य विषये धातुविज्ञानं तृतीय इति करपत्रे एतत् चर्चा आयाति. किमर्थम् अत्र इकारः, कारः कुतः आयाति? इडागमस्य इकारः. तत् अग्रे अग्रिमे तत्र यः करपत्रमस्ति भगिनि तस्य विषये एव एतद् दत्तम्. अस्तु, भवती एव पठतु तपरस्य तत्कालस्य. तपरस्तत्कालस्य प्रथमाध्याये प्रथमपादे सप्ततितमः सूत्रं, सकारात् परः यः, सकारः परः यस्मात्, द्वयोः अपि समकालस्य बोधकः. तत्परः तात्परः तपरः पञ्चमी तत्पुरुषः, सः परो यस्मात् सः तपरः, बहुव्रीहिः द्वावपि अर्थोः अर्थौ. सकारात् परः यः एतत् सर्वं परिच्छेदं पठतु भगिनि. तस्य कालः तत्कालः, तस्य काल इव कालः यस्य स तत्कालः. षष्टितत्पुरुषगर्भः बहुव्रीहिः तस्य तत्कालस्य. सपरः प्रथमान्तं तत्कालस्य षष्ट्यन्तं द्विपदमिदं सूत्रम्. स्वं रूपं शब्दस्याशब्दसंज्ञा इत्यस्मात् स्वं रूपम् इत्यनयोः अनुवृत्तिः. अनुदित्सर्वणस्य चाप्रत्ययः अनुदित्सवर्णस्य चा च अप्रत्ययः इत्यस्मात् सवर्णस्य इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं सपरः तत्कालस्य स्वस्य रूपस्य सवर्णस्य. इति सूत्रम् अनुदित् सवर्णस्य च प्रत्ययः इति सूत्रस्य साक्षात् अनन्तरम्. सो अनुदित् सवर्णस्य च प्रत्ययः इति सूत्रे किम् उक्तं भगिनि? पूर्वस्मिन् वर्गे दृष्टवन्तः. अन् अपि च उदित् न पठितं भगिनि, अत्र न पठितं वा? कुत्र पश्यतु, पूर्वस्मिन् वर्गे न पठितम्, अत्र न पश्यतु. अस्तु, अस्मिन् कक्षायां न विधीयमानस्य अन्वर्णस्य सावर्ण्यं गृह्यते. न विद्यमानस्य अन्वर्णस्य सूत्रे सवर्णानां ग्रहणं करणीयम् इति अपि च विद्वर्णस्य सर्वदा सावर्ण्यं गृहणीयमेव, किन्तु विधीयमानस्य सावर्ण्यं न गृहणीयम्. विद्यमानस्य अनस्य अन्प्रत्यस्य अन्वर्णस्य इको अणचि उदाहरणमपि उक्तवती. इकः स्थाने सर्वम् अष्टादश वर्णानां ग्रहणं भवति, किन्तु यण यवर एवमेव. सत्यं वदतु भगिनि. अनुदित्सवर्णस्य च अपेक्षः इति सूत्रं वदति. एतत् सूत्रं कस्य विषये भगिनि? सवर्णग्रहणे. आम्, सूत्रेषु सवर्णानां ग्रहणं कदा करणीयम् इति तस्य विषये एतत् परिभाषासूत्रम्. एकनिमिषः. अस्तु, क्षम्यताम्. सो अनुदित्सवर्णस्य च प्रत्ययः इति एकं परिभाषासूत्रम्. अनेन सूत्रेण किं ज्ञायते? अनेन सूत्रेण ज्ञायते सूत्रेषु अष्टाध्यायीसूत्रेषु सवर्णानां ग्रहणं कथं करणीयं, कदा करणीयं, कीदृशकरणीयं, केषां ग्रहणं, सवर्णानां ग्रहणं कथं करणीयं, तस्य विषये एतत् प्रथमसूत्रम्. अनुदित्सवर्णस्य च प्रत्ययः इति सूत्रं वदति स्लैड् दृश्यते वा? आं भगिनि. आं भगिनि. अस्तु. श्रुतः वदति अन् अपि च उदित् अपि च सवर्णस्य च इति अव्ययपदम् अप्रत्ययः इति पदानि तत्र सन्ति. अन् इति एकं प्रत्याहारः. उदित् इत्युक्ते कूचु टु तु पु एते सर्वे उदितवर्णाः. उदित् इत्युक्ते ह्रस्वकारः इति यस्मिन् सः उदित्. सो कु इति अत्र अनुनासिक उच्चारणार्थं कु स्थापितं, चु स्थापितं, टु स्थापितं. वयं जानीमः संस्कृतभाषायां वर्गीयव्यञ्जनानां तत्र ग्रहणम् अस्ति चेत् वयं किं वदामः कु चु टु तु पु अनेन सूत्रेण एव तत् भवति. कृपया सर्वे म्यूट् मध्ये तिष्ठतु, तत्र ध्वनिः आयाति. जगदीश महोदय कृपया म्यूट् तिष्ठतु. महोदय म्यूट् करोतु. महोदय तत्र प्रतिध्वनिकारस्य अण्णकारः प्रथम वा तदपि प्रश्नं समीचीनं. सो सो कु चु टु तु पु इति वदामः एते सर्वे उदितवर्णाः. सो उदितवर्णानां सूत्रेषु सवर्णानां ग्रहणं करणीयं. सो यस्मिन् यस्मिन् सूत्रे कु चु टु तु पु अस्ति उल्लिखितमस्ति चेत् तत्र सर्वदा किं करणीयं? सवर्णानां ग्रहणं करणीयं. कथं जानीमः? अनेन सूत्रेण एव जानीमः. एतत् परिभाषासूत्रमस्ति. सो अन् अपि च उदित् तत्र उल्लेखः सवर्णानां तत्र ग्रहणं करणीयम्. इदानीम् अप्रत्ययः अन् इत्युक्ते अप्रत्ययः इति विशेषणम् अन् विषये एव, न तु उदित् विषये. सो कुत्रचित् सूत्रे उदितवर्णः अस्ति चेत् तत्र सर्वदा सवर्णानां ग्रहणं करणीयम् अनेन सूत्रेण. इदानीम् अन् विषये किम् सूत्रं वदति? अप्रत्ययः अन् सवर्णानां ग्रहणं करोति इति सूत्रस्य एकमर्थः भवति. सो अत्र दलद्वयम् अप्रत्ययः अन् प्लस् उदित् सवर्णानां ग्रहणं करोति इति सूत्रस्य अर्थः. इदानीं प्रश्नः अप्रत्ययः इत्युक्ते किं च अपि अस्ति. अप्रत्ययः अन् उदित् च सवर्णस्य इति तत्र सूत्रं भवति. इदानीम् अप्रत्ययान् इत्युक्ते किम्? अप्रत्ययः इत्युक्ते न प्रत्ययः. न प्रत्ययः इत्युक्ते न विद्यमानः. अत्र प्रत्ययः इत्युक्ते कित् गित् शित् पित् नास्ति, तादृशप्रत्ययः नास्ति. अत्र अप्रत्ययः इत्युक्ते न विद्यमानः, न विधिरूपेण न उल्लेखितः तादृश अन् सवर्णानां ग्रहणं करोति इति सूत्रस्य अर्थः. इदानीं विधिरूपेण उक्तः अन् परन्तु अत्र किमस्ति? अप्रत्ययः. न विधिरूपेण न उक्तः अन् एव सवर्णानां ग्रहणं करोति इत्युक्ते विधिरूपेण उक्तः अन् सवर्णानां ग्रहणं न करोति इति तस्य अर्थः. सो इदानीं विधिरूपेण अपि च न विधिरूपेण उक्तः अन् इत्युक्ते किम्? प्रथमे तत्र प्रश्नः अन् प्रत्याहारे केषां केषां वर्णानां ग्रहणम् इति तत्र प्रथमः प्रश्नः. सो अन् प्रत्याहारे किमर्थम् एतादृशः प्रश्नः? किमर्थं चेत् प्रत्याहारेषु नकारः द्विवारं दत्तं. माहेश्वरसूत्रेषु नकारः द्विवारम् इति संज्ञा अस्ति. प्रथमसूत्रे अपि नकारस्य इति संज्ञा, षष्ठं सूत्रे अपि नकारस्य इति संज्ञा. सो अन् इत्यनेन केवलम् अ इ उ वा अ आरभ्य ल पर्यन्तम् इति तत्र प्रश्नः. सो इदानीं तत्र प्रश्नस्य समाधानं किं? तत्र अस्ति महाभाष्ये एकं श्लोकं दत्तं ऋषिणा. अत्र किमर्थं न स्थापितम्? कुत्रापि अस्ति वा? इदानीं तत् मास्तु. सो पतञ्जलिमहर्षि वदति यः नकारः तत्र माहेश्वरसूत्रेषु द्विवारम् आयाति तत्र किं भवति? अन् इति प्रत्याहारः तस्य विषये एव तत्र दत्तं. सो आनिज प्रत्याहारे त्रयाणां वर्णानां ग्रहणं वा तत्र ल पर्यन्तं तत्र एकमेव अपवादः अस्ति. पतञ्जलिमहर्षि वदति सम्पूर्ण अष्टाध्यायीग्रन्थे चतुर्सहस्रसूत्रेषु यत्र यत्र आन् प्रत्याहारस्य वर्णनं प्रायशः तत्र त्रयाणां वर्णानाम् एव ग्रहणम् अ इ उ एतेषां वर्णानाम् एव ग्रहणं सर्वेषु सूत्रेषु एकं सूत्रं विहाय इति तत्र तत् श्लोकस्य अर्थः. सो एकं सूत्रं विहाय अन्येषु सर्वेषु सूत्रेषु यत्र यत्र अन् इति उल्लेखः तत्र अकार इकार उकारस्य एव ग्रहणम्. सो इदानीं यः अपवादसूत्रं तत् किं तदस्ति अनुदित्सवर्णस्य चाप्रत्ययः. सो अस्मिन् सूत्रे यः अन् इति उल्लेखः अप्रत्ययः अन् इति उल्लेखः तत्र लकारपर्यन्तं तत्र अस्माभिः वर्णानां ग्रहणं करणीयम्. सो अ आरभ्य लपर्यन्तं यानि तत्र वर्णाः तत्र सन्ति तेषां ग्रहणम् अस्मिन् सूत्रे भवति अनुदित् सवर्णस्य चाप्रत्ययः. सो अस्मिन् सूत्रे 1.1.69 सूत्रे अपि अनुप्रत्याहारस्य उल्लेखः. सो एतत् एव अपवादसूत्रं केवलम् अस्मिन् सूत्रे एव अनुप्रत्याहारस्य विषये लन्पर्यन्तं गन्तव्यम्. अन्येषु सर्वेषु सूत्रेषु यदा यदा तत्र अन् इति उल्लेखः तत्र केवलं त्रयाणां वर्णानाम् एव ग्रहणं. यथा तत्र एकं सूत्रमस्ति उरनरपरः उहु रुहु अन् तत्रापि अन् प्रत्याहारस्य उल्लेखः, परन्तु तस्मिन् सूत्रे यः अन् केवलम् अ इ उ एतेषां त्रयाणाम् एव ग्रहणं न तु लान् पर्यन्तम् इति महाभाष्य पतञ्जलिमहर्षि वदति. सो अस्मिन् सूत्रे यः अन् वर्णः सः तत्र हयवरट अपि अस्ति, हयवर अपि अस्ति, ल अपि अस्ति, अन्तस्थाः अपि हकारः अपि च सर्वाणि तत्र ये आरभ्य औपर्यन्तं तत्र स्वराः तेषां ग्रहणम् अपि. सो इदानीं सूत्रस्य अर्थः कः? अविद्यमानः अन् सवर्णानां ग्रहणं करोति. इदानीं प्रश्नः अविद्यमानः इत्युक्ते किम्? अविद्यमानः इत्युक्ते विधिरूपेण न उक्तः. कुत्र? सूत्रेषु. विधिरूपेण अन् न उक्तः चेत् सः एव सवर्णानां ग्रहणं करोति. इत्युक्ते विधिरूपेण अन् अस्ति चेत् तत्र सवर्णानां ग्रहणं न करणीयम् इति तस्य अर्थः. सो इदानीं विधिरूपेण कथम् अविधिरूपेण अन् कथं भवति तस्य विषये इको यन् अचि इति एकं सूत्रस्य उदाहरणम्. इको यन् अचि इति सूत्रे तत्र इक् प्रत्याहारे के वर्णाः तत्र भगिनि चेतना भगिनि, इक् प्रत्याहारे के वर्णाः? इ वयं रैटिङ्ग् ध्वनि श्रूयते वा? आं भगिनि श्रूयते. ओके. सो इ उ रुलु कस्य अन्तर्भूतः आयाति भगिनि? एते वर्णाः कुत्र इक विहाय कस्मिन् प्रत्याहारे एते वर्णाः आयान्ति? इक् प्रत्याहारे ये वर्णाः, एते चत्वारि वर्णाः अनुप्रत्याहारस्य वर्णाः एव. अनुप्रत्याहारस्य वर्णः उ अपि अनुप्रत्याहारस्य वर्णः, रु अनुप्रत्याहारस्य वर्णः, लु अनुप्रत्याहारस्य, अपि च अच् प्रत्याहारस्य वर्णाः अपि एते वर्णाः. सो एते सर्वे वर्णाः अन् अन्तर्भूताः सन्ति. अस्तु इदानीम् इकः इति अत्र अस्ति इकः यन् अचि अत्र इकः इति कीदृशपदं भगिनि षष्ट्यन्तम् षष्ट्यन्तम् षष्ट्यन्तं पदसूत्रे अस्ति चेत् किं भवति स्थानि भवति स्थानि भवति सो एते अन्वर्णाः अप्रत्य अन् अस्ति विधिरूपेण विधिः नास्ति स्थानिरूपेण उक्ताः अस्मिन् सूत्रे इको यनचि सूत्रे इ ऊरुलु एते अपि अन्वर्णाः परन्तु केन रूपेण उक्ताः स्थानिरूपेण उक्ताः अत्र अस्मिन् सूत्रे इ ऊरुलु स्थानिरूपेण उक्ताः इदानीं अत्रापि अन्तिमवर्णस्य अण् स्वीकृतम् अत्रापि केवल तत्र एव अन्तिमवर्णं स्वीकर्तव्यम् एकमेव सूत्रमन्त इदानीमपि भवती अन्तिमवर्णमेव स्वीकृतवती खलु ऐ उण् इत्युक्ते आ इऊ एव आगच्छति इदानीं दृश्यतु भगिनि एतत् सूत्रं पश्यतु अचि इति कीदृशपदमस्ति अचि इति सप्तम्यन्तं सप्तमी के के वर्णाः अचि मध्ये आयाति अच् सर्वे स्वराः आरभ्य औपर्यन्तम् ओके आरभ्य औपर्यन्तं केन रूपेण अस्मिन् सूत्रे केन रूपेण एते वर्णाः उक्ताः निमित्तः निमित्तरूपेण उक्ताः विधिरूपेण न उक्ता आदेशरूप विधि इत्युक्ते कार्यं विधि इत्युक्ते आदेशः आदेशरूपेण न उक्ताः निमित्तरूपेण उक्ताः आरभ्य औपर्यन्तं ये वर्णाः अस्मिन् प्रत्याहारे सन्ति ते सर्वाणि वर्णाः ते सर्वाः वर्णाः अनुप्रत्याहारे अन्तर्भूताः सो अच् मध्ये यत्किमपि वर्णः सः अनुप्रत्याहारस्य वर्णः एव अस्तु इदानीं यन् यन् मध्ये किं किम् अस्ति भगिनि अवगतं परन्तु अत्रापि अन्तिम अण् एव स्वीकृतवती खलु अन्तिमवर्ण ऐ वण्ड्रुक् अन्तिम अण् एव स्वीकर्तव्यम् अत्र अस्मिन् सूत्रे यः अन् इति अस्ति तत्र लन् पर्यन्तं गन्तव्यं भगिनि न तु अ इ उ त्रयाणां ग्रहणं न करणीयम् एतदेव अपवाद एकमेव एतदेव अपवादसूत्रं वा आम् सो अस्मिन् यः अन् सः लन् पर्यन्तम् एकमेव अपवादसूत्रं तदस्ति एतदेव सूत्रम् अनुदित् सवर्णस्य च प्रत्ययः यः अन्वर्णः सः लन् पर्यन्तं न तु अ इ उ केवलम् अ इ उ अस्य सूत्रस्य विहाय अन्य कुत्रापि यत्रापि अन् अन् अन् आयाति सूत्रेषु यथा उरनरपरः ऊहु अन् अस्ति सो अत्र अस्मिन् सूत्रे उरनरपरः यः सूत्रे यः अन्वर्णः तत्र केवलं त्रयाणां वर्णानाम् एव ग्रहणम् अ इ उ परन्तु एतदेव सूत्रमस्ति यत्र अन्प्रत्याहारस्य विषये लन् पर्यन्तं गन्तव्यम् अवगतं वा भगिनि आं भगिनि पूर्णिमा भगिनि अवगतं वा आमां भगिनि म्यूट् प्रत्येव इदानीं यन् यन् प्रत्याहारे के के वर्णाः यवरल एते वर्णाः यवरल अनुप्रत्याहारे अस्मिन् यः अन् अस्ति तस्मिन् आयाति वा यवरल अस्मिन् यः अनुप्रत्याहारः ओके एते सर्वे वर्णाः अपि अस्मिन् यः अनुप्रत्ययः तस्मिन् एते सर्वे वर्णाः अपि आयान्ति किमर्थं चेत् लन् पर्यन्तं गन्तव्यं सो ल अपि अस्ति र अपि अस्ति व अपि अस्ति इदानीम् एते सर्वे वर्णाः अपि अनुवर्णाः एव अस्तु परन्तु यन् इति तस्य विभक्ति का प्रथमाविभक्ति अस्ति सूत्रे प्रथमाविभक्ति अस्ति चेत् अपि च निमित् अपि अस्ति स्थानी अपि अस्ति तस्य कः अर्थः प्रथमाविभक्ति आदेशः सो अत्र ये यवरल अन्वर्णाः केन रूपेण उक्ताः? आदेशरूपेण उक्ताः, एते सर्वे आदेशरूपेण उक्ताः। इ उ रु लु एते सर्वे स्थानीरूपेण उक्ताः। अचि निमित्तरूपेण उक्ताः। केवलं यवरल एव केन आदेश विधिरूपेण अस्मिन् सूत्रे विधीयते, विधि अस्ति यन् इति विधि, अतः सूत्र सन्धिसूत्रस्य तत्र नामं किं यन् सन्धि, किमर्थं चेत् अत्र यन् आदेशः भवति अस्मिन् सूत्रे, यन् आदेशः भवति, यन् आदेशरूपेण उक्तः न तु अप्रत्ययः, अत्र यन् इति विधिरूपेण अस्ति। इक् स्थानीरूपेण, अच् निमित्तरूपेण, अतः अस्य सूत्रस्य अनुदितसवर्णस्य च प्रत्ययः इति सूत्रेण सूत्रं वदति अप्रत्ययः अन् एव सवर्णानां ग्रहणं करोति। सो अत्र इको यनचि अप्रत्ययः अन् के के, अप्रत्ययः अन् के के अस्मिन् सूत्रे इको यनचि वदतु, चेतना भगिनी वदतु। इ उ रु लु एते अप्रत्ययान्, अपि च आरभ्य औपर्यन्तम् अ आ इ उ अचि मध्ये ये वर्णाः ते अपि अप्रत्ययः अन्, परन्तु यवरल यन् मध्ये ये अन्वर्णाः ते तु विधिरूपेण उक्ताः अस्मिन् सूत्रे इको यन् अचि इति सूत्रे। अतः अस्य सूत्रस्य आधारेण इ उ रु लु विषये तु सवर्णानां ग्रहणं करणीयं, तथैव अ आ इ ई अ आरभ्य औपर्यन्तम् अच् विषये अपि सवर्णानां ग्रहणं करणीयं, परन्तु यन् विषये सवर्णानां ग्रहणं न करणीयम् इति सूत्रस्य अर्थः। तत्र कार्यं कथं भवति दृश्यतु, ई स्थाने तत्र यन् आदेशः कदा भवति भगिनी वदतु, ई स्थाने य आदेशः कदा भवति यदि तत्र, अत्र दृश्यतु इति योग अपि, इति योग अपि, एतत् उदाहरणं पश्यतु भगिनि, इकारस्य साक्षात् अनन्तरं कीदृशवर्णः असवर्ण अस्ति अकारः, सो अत्र किं भवति प्रथमे यः इकारः सः अपगच्छति तस्य स्थाने यकार इति आदेशः भवति, सो इत्यपि। इदानीं नदी योग आगमः, ई दीर्घ इकारः अस्ति, अग्रे अपि दीर्घ आकारः, सो अत्रापि यन्सन्धि आधारेण एव कार्यं, कोऽपि भिन्नसूत्रमात्र न आयाति। किमर्थं, किमर्थं चेत् इ उ रु लु यद्यपि केवलम् इ उक्तम्, इ विषये सवर्णानां ग्रहणं करणीयम्, उ विषये सवर्णानां ग्रहणं करणीयं, रु विषये सवर्णानां ग्रहणं करणीयं, तथैव अच् विषये अकारस्य सर्वे अष्टादश अकाराणां ग्रहणम्, इकारस्य अष्टादश इकाराणां ग्रहणम्, परन्तु तत्र कदापि अपि यकारस्य विषये, यकारस्य सवर्णं किं भगिनि पठितम्, सो तत्र कदापि य स्थाने य न आयाति आदेशः, सर्वदा य एव आयाति, निरनुनासिक यकारः एव आदेशरूपेण आयाति। किमर्थं चेत् अस्मिन् सूत्रे यः अन् उक्तः सः तु आदेशरूपेण उक्तः, सूत्रमस्ति अविद्यमानः अन् एव सवर्णानां ग्रहणं करोति, विद्यमानः अन् तु सवर्णानां ग्रहणं न करोति इति तस्य अर्थः। अतः कुत्रापि तत्र इकारस्य अनन्तरं दीर्घ उकारः अस्ति चेदपि कार्यं, दीर्घ उकारस्य अनन्तरं तत्र कोऽपि भिन्न असवर्ण अच् अस्ति चेत् वकारः एव आदेशरूपेण आयाति उकारस्य स्थाने, न तु व आयाति। किमर्थं चेत् आदेशरूपेण यः अन् उक्तः तत्र सवर्णानां ग्रहणं न करणीयं, केवलं निमित्त, अतः वयं जानीमः दीर्घ ह्रस्व इकारस्यापि यन् आदेशः, दीर्घ इकारस्यापि यन् आदेशः असवर्णाचि परे, तथैव ह्रस्व उकारस्यापि यन् आदेशः उकारः आदेशः, दीर्घ उकारस्यापि किं तत्र वकारादेशः भवति यदा तत्र असवर्ण अचपरे अस्ति इति एतत् सूत्रस्य अर्थः. सो केवलम् अविद्यमानः अन् एव सवर्णानां ग्रहणं करोति, विद्यमानः अन् तत्र सवर्णानां ग्रहणं न करणीयम्. इत्युक्ते सम्वेर् वि विल् पुट् अनुनासिककारः, कुत्रचित् वयं निरनुनासिककारः तत्र तिष्ठामः, तत् न भवति. तत्र केवलं यत् उक्तं यवरल तेषां सवर्णानां ग्रहणं न करणीयं, तदेव आदेशरूपेण आगन्तुं शक्यते इति अनुदितसवर्णस्य चापर्त्यः. इदानीं तस्य साक्षात् अनन्तरं सो सूत्रेषु अष्टाध्यायीग्रन्थे यानि सूत्राणि तेषु सवर्णानां ग्रहणं कथं करणीयम् इति अस्मिन् सूत्रे दत्तम्. सो उदितवर्णानां तु सर्वदा सवर्णानां ग्रहणं करणीयं, परन्तु अनवर्णानां यः सवर्णः तत्र केवलम् अविद्यमान अन् अस्ति चेदेव सवर्णानां ग्रहणं करणीयं, विद्यमानः अन्तो सवर्णानां ग्रहणं तत्र न इष्टं, तत्र न करणीयम् इति सूत्रस्य अर्थः. इदानीं तपरः तत्कालस्य इति सूत्रं साक्षात् अनन्तरं 69 साक्षात् अनन्तरं 70 इति सूत्रं, तदपि परिभाषासूत्रं. तेन किम् उक्तं? तेन उक्तं विल् गो टु द करपत्रं, बट् अस्मिन् सूत्रे किम् उक्तं? पूर्वे उक्तम् अविद्यमानः अन् एव सवर्णानां ग्रहणं करोति, परन्तु कुत्रचित् निमित्तरूपेण यथा तत्र पूर्वरूपसन्धि अस्ति, यथा तत्र एतत् सूत्रम् अस्ति अतो दीर्घो ययि सार्वधातुके इति एकं सूत्रम् अस्ति. अतो दीर्घो ययि सार्वधातुके इति वाट् इस् द टैम्? लास्ट् द टैम्, वाट् इस् द टैम्? डु वी हेव् टैम् भगिनि? 8:32 भगिनि. So let us stop over here. Okay, let us finish this sutram. Ato dirgo yahi iti sutram vadati. Sri atra drishyate. Pathyoga shap kurmaha chet. Pathyoga shap kurmaha chet. Tatra shakarasya akaraha. So tatra patha iti angam bhavati. Astu. Patha iti angam asti. Idanim tatra uttam purushe. Keke pratyaha. तिप्तजि सिप्तस्थ मिप् वसमस इति अस्ति. अस्तु, मिप् मिप् इति प्रत्ययः उत्तमपुरुषस्य एकवचने मिप् इति प्रत्ययः. पठ इति अङ्गं कथं निर्मीयते इति तु वयं जानीमः. पठ् इति धातुः भुवादिगणस्य धातुः, सार्वधातुप्रत्ययः परे अस्ति चेत् तत्र मध्ये शप् आयाति. पठ् मध्ये गुणप्रसङ्गः नास्ति, अतः शप् प्रत्ययस्य अकारः अत्र योजयामः चेत् तत्र पठ इति अङ्गं भवति. कस्य कृते? मिप् प्रत्ययस्य कृते. पठ इति अङ्गमस्ति, अधन्ताङ्गमस्ति, अन्ते अकारः, सः अकारः शप् प्रत्ययस्य अकारः. सो पठ इति अङ्गम्. इदानीं मिप् इति प्रत्ययः, मिप् प्रत्यये पकारस्य इति अस्ति, मि एव अवशिष्यते, पठयोग मि. इदानीं एकं सूत्रमस्ति अतो दीर्घो ययि सार्वधातुके. अतो अतः किमस्ति? अतः अत्र अतः विसर्गस्य उकारादेश अनन्तरम् ओकारः भवति. अत्र अतः इति अस्ति पञ्चमी पदमस्ति. किमस्ति? पञ्चमी. अत्र अकारस्य अनन्तरं तपर्करणं कृतं, तकारः अपि अस्ति. सो अत्र अकारः अनप्रत्याहारस्य वर्णः, अकारः अनप्रत्याहारस्य वर्णः, परन्तु अस्मिन् सूत्रे अतो दीर्घो ययि सार्वधातुके इति सूत्रे यः अत् उक्तः केन रूपेण उक्तः भगिनि? पञ्चमी अन्तं पदः सूत्रे अस्ति चेत् तस्य कः अर्थः? निमित्तं पूर्वं कार्यं परं, निमित्तरूपेण इत्युक्ते पञ्चमीनिमित्तम् अस्ति चेत् तस्य परे कार्यं भवति, तद् निमित्तं भवति. सो अत्र यः अनवर्णः अस्मिन् सूत्रे अत् इत्यनेन यः अनवर्णस्य उल्लेखः सः निमित्तरूपेण उल्लेखः, यथा अचि निमित्तरूपेण अस्ति सप्तमी निमित्तरूप, परन्तु अत्र अतः यः अस्ति पञ्चमीरूपेण अस्ति परन्तु निमित्तरूपेण अस्ति. सो अत्र यः अंशः अप्रत्ययान् वा प्रत्ययान् वदतु भगिनि. चेतना भगिनी अस्ति वा भगिनि? आं भगिनि. अत्र अन् इति वर्णः अप्रत्ययान् अस्ति वा प्रत्ययान् अस्ति, विद्यमानः अस्ति वा अविद्यमानः अस्ति? अतः पञ्चम्यन्तम् अस्ति, अतः अतः विधिः नास्ति, विधिः नास्ति, अतः अप्रत्ययः अस्तु. अप्रत्ययः अन् किं करोति? अप्रत्ययः अन् किं करोति सूत्रे? सवर्णानां ग्रहणं करोति. अप्रत्ययः अन् सवर्णानां ग्रहणं करोति इति सूत्रं वदति. अनुजित् सवर्णस्य च अप्रत्ययः अस्मिन् सूत्रे अपि अन्वर्णस्य उल्लेखः, अतः इत्यनेन अकारः एव, अकारः अन्प्रत्याहारस्य वर्णः, सः निमित्तरूपेण उक्तः, अतः विद्यमानः नास्ति अविद्यमानः अस्ति. सो अविद्यमानः अन् अनेन सूत्रेण प्रथमसूत्रेण सर्वदा किं करोति? सवर्णानां ग्रहणं करोति. इत्युक्ते यज् अन्ते दीर्घीकारः अस्ति तत्रापि कार्यं भवेत्, परन्तु न भवति इदानीं तत्र अपवादः. अपवादः किम् अस्ति? अत्र तपर्करणं महर्षिणा कृतम्. अत्र तपर्करणं केवलम् अ न उक्तम्, अ अनन्तरं त अपि तत्र श्रूयते. अतः अत् इति अस्ति, अत् इति हलन्तप्रातिपदिकं, तस्य पञ्चमी अन्तं भवति अतः. सो अत्र किमर्थं तपर्करणं कृतम्? किमर्थं चेत् अत्र महर्षिः किमिच्छति? केवलं यञि सार्वधातुप्रत्ययः परे अस्ति चेत् केवलम् अकारस्य एव, इत्युक्ते अकारस्य एव दीर्घ भवेत्, न तु दीर्घ आकारस्य. अतः अत्र यः अत् अस्ति सः यद्यपि अविद्यमानः, प्रथमसूत्रद्वारा तु सवर्णानां ग्रहणं करणीयं, परन्तु तपरः तत्कालस्य इति सूत्रं वदति यस्य अन्वर्णस्य अनन्तरं, यस्य स्वरस्य अनन्तरं तपर्करणं सूत्रे दृश्यते तत्र तस्य कालस्य एव ग्रहणं करणीयं, न तु सवर्णानां ग्रहणम् इति. देट् इस् वै ही हेज् मेड् दिस् तपरः तत्कालस्य, बिकास् दिस् तपरः तत्कालः इति यः नियमः, इट् तत्र एतस्य सूत्रस्य अपवादः. यद्यपि अत्र अनुवर्णः अविद्यमानः, तथापि अत्र सवर्णानां ग्रहणं न करणीयं, केवलं तत्कालस्य एव, इत्युक्ते ह्रस्वाकारस्य अनन्तरं तपर्करणम् अस्ति चेत् ह्रस्वाकारस्य एव तत्र दीर्घः भवति. यञ् प्रत्याहारे तत्र यञ् इति यः अस्ति जभञ् तत्र हयवरट लन् जभञ् न यमगणनम्, तत्र मकारः यञ् प्रत्याहारस्य वर्णः, अतः तत्र किं भवति? पठामि भवति, पठामि भवति. किमर्थं चेत् अतः अत्र स्थानि, अतः इति यः अस्ति ह्रस्व आकारस्य तत्र दीर्घ आदेशः भवति यञ् सार्वधातुप्रत्ययपरि, यञ् सार्वधातुप्रत्ययपरि. सो मकारः परे अस्ति, मकारः यञ् इति प्रत्याहारस्य वर्णः, अतः अत्र आकारस्य पठामि, तथैव व अपि यञ् अस्ति, यञ् प्रत्याहारस्य वर्णः, अतः पठावः पठामः इति तत्र आकारस्य अनेन सूत्रेण एव दीर्घः भवति. अस्तु, सो सूत्रे यद्य अविद्यमानः अनन्तरं तपर्करणं कृतम् अस्ति तत्र सवर्णानां ग्रहणं न करणीयं, तत्र तत्कालस्य एव ग्रहणं करणीयम् इति अनन्तरं सूत्रं वदति. सो सामान्यनियमेन किम्? आप्रत्ययः अन् सवर्णानां ग्रहणं करोति, परन्तु यदि सूत्रे आप्रत्ययः अन् वर्णस्य अनन्तरं तपर्करणं दृश्यते तत्र अपवादः, तत्र तस्य कालस्य, तत्र सवर्णानां ग्रहणं न करणीयं, तस्य कालस्य एव ग्रहणं करणीयं, न तु दीर्घ अपि च प्लुत् इत्यस्य ग्रहणं, केवलं तथैव दीर्घ आकारस्य अनन्तरं तपर्करणं कृतम् अस्ति चेत् तत्र ह्रस्व आकारस्य, यद्यपि सः अविद्यमानः अस्ति परन्तु तपर्करणं कृत्वा दत्तम् अस्ति सूत्रे, तत्र दीर्घ आकारस्य एव ग्रहणं, न तु ह्रस्व आकारस्य, न तु प्लुत् आकारस्य इति तत्र तपर्करणस्य तत्र प्रयोजनं। किमर्थं सूत्रे अनवर्णस्य स्वराणाम् अनन्तरं तपर्करणं दृश्यते, तदेव अस्ति सूत्रं, बिकास् पूर्वे हि सेड् अविद्यमानः अन्तो सवर्णानां ग्रहणं करोति, परन्तु साक्षात् अनन्तरं वदति कुत्रचित् अविद्यमानः अन् अस्ति, तत्र केवलं तस्य कालस्य, तत्र सवर्णानां ग्रहणं न करणीयं चेत् फार् देट् हि मेड् दिस् तपर्करणं, सो तत्र सः तकारः तत्र स्थापयति महर्षि तस्य स्वरस्य अनन्तरम् इति अस्ति तपर्करणस्य प्रयोजनम्। वि विल् डिस्कस् दिस् इन् नेक्स्ट् क्लास् आल्सो बिकास् इट् इस् टू लेट् नौ। अस्तु, सो एकवारं पुनः एतत् सर्वं तत्र पठतु, अनन्तरं वयम् अग्रिमकक्षायां तत्र पुनः तत्र एतस्य विषये विचारः कुर्मः। किञ्चित् सर्वैः अवगतं वा? किञ्चित् अवगतं भगिनि, अवगतं भगिनि, एकवारं पठित्वा इतोपि अधिकतया अवगन्तुं प्रयत्नं करोमि भगिनि। आम् आं, सत्यं भगिनि, तत्र किञ्चित् अत्र विशेषः अस्ति, सो अग्रिमे कक्षायां वारं एव श्रुतवती, किञ्चित् अवगतं, परन्तु सम्यक् इदानीम् अनेकवारं पठनीयं। वि विल् डिस्कस् द अदर् एक्साम्पल्स् आल्सो, देट् वे वि केन् तत्र स्थगामः। जगदीश महोदय कृपया शान्तिमन्त्रं पठति वा महोदय? अवश्यम्। ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते। ॐ शान्ति शान्ति शान्तिः। हरि ओं श्रीगुरुभ्यो नमः। हरि ओं तत्सत्। नमस्काराः, धन्यवादाः, पुनः मिलामः। धन्यवादः, धन्यवादः, शुभदिनम्।